नमस्कारः. यङन्तदातवः इति करपत्रम् अनुवर्तते, तर्हि अधुना तु क्लीन् इति धातोः विषये अग्रे पश्यामः. कियति गतसप्ताहे सम्प्रसारणं धातव तस्य यं विधानं रूपं कथम् अस्ति इति आरभते स्म साधु. इदानीं तद् ज्या इति कृतवन्तव्ये. तत्र वयं दृष्टवन्तः ग्रही ज्या वै व्यति वष्टि विचति वृषति पृच्छति भजि ज्ञामिति च इति सूत्रेण ज्या इति तस्य अस्ति तत् उक्तमस्ति सूत्रे तस्य सम्प्रसारणं भवति, किन्तु प्रक्रिया किं भवति इति वयं दृष्टवन्तः. सम्प्रसारणं द्वित्वस्य पूर्वं कर्तव्यं, न तु तस्य अनन्तरं. प्रक्रिया भवति यङ् विधानं सनाद्यन्तधातु अङ्गकार्यं यत् अस्ति तत् अस्ति सम्प्रसारणकारणं. तदनन्तरं सनाद्यन्तधातु संयन्मो अनेन द्वितं कृत्वा सामान कार्यं यत् अस्ति यथा हलादिशेष हस्व इति सूत्राणि ये सन्ति तस्य कार्यं भवति. तदनन्तरं विशिष्टसूत्राणि आगच्छन्ति तस्य शप् विधानं तद् इति यङन्तधातु सिद्धसिङ्गप्रत्या योजित्वा यङन्त अङ्गम् इति वयं योजयामः. इदानीम् अपि वयं दृष्टवन्तः नूतन सूत्रं यत् अस्ति स्वपि स्यमि व्यञ्जाङ्यङि. एतत् सूत्रं वचि स्वपि यजादीनां किति तस्य भिन्नं कथम् अस्ति, कारणं कि वचि स्वपि यजादीनां केवलं किति तस्मिन् दत्तमस्ति, किति परे भवेत् न तु ङिति, किन्तु यङन्तधातुः अस्ति तस्मिन् ङित् अस्ति न तु किति. अतः पाणिनिना नूतन सूत्रं रचितम् अस्ति स्वपि स्यमि व्यञ्जा, कारणं कि लोके तत् अपि व्यवहारं द्रष्टम् अस्ति. स्वपि समि व्यञ्जात् यङि तत्र सपि सम्प्रसारणं भवति. तदनन्तरं तत्र वयं कृतं कुर्मः. इदानीम् अस्ति नूतनधातु ह्येन् धातु अस्ति. ह्वेन् द्वितप्राक् सस्य सम्प्रसारणं भवति. अभ्यस्तस्य च अभ्यस्ति भविष्यतो ह्येञ् सम्प्रसारं स्यात्. ह्येञ् धातोः यदा द्वितं भविष्यति तस्मात् साक्षात् प्राक् एव तस्य सम्प्रसारणं भवति. अभ्यस्तस्य षष्ट्यन्तं च अव्ययपदं द्विपदम् इदं सूत्रं. य सम्प्रसारणम् इत्यस्य सम्पूर्णतया अनुवृत्ति व इति वा शब्दस्य षष्ट्यन्त्यं रूपम् आदेशे उपदेशे शिति इत्यनेन द्वे इत्यस्मात् वा अनुवृत्तिसहितसूत्रम् अभ्यस्तस्य ह्वः सम्प्रसारणं च इति. अभ्यस्तस्य इति सूत्रं वदति अभ्यस्ति भविष्यतो ह्येन् सम्प्रसारं स्यात्. अभ्यस्ति भविष्यतो ह्येन् इत्युक्ते किम् इत्युक्ते यत् ह्येन् धातुः अस्ति यदा तस्य अभ्यस्तप्रक्रिया भवति. अभ्यस्तप्रक्रिया यत् इदानीं द्वितं न प्रथमं द्वितं भविष्येत् तस्य पूर्वम् इति अस्ति सम्प्रसारणं स्यात् इत्य अर्थम् इति आगच्छति. अभ्यस्ति भविष्यतो ञेज् सम्प्रसारणं. सो यस् ह्येञ् धातोः यदा अभ्यस्तप्रक्रिया याने किद्वृत्तं भवति तस्य पूर्वं सम्प्रसारणं स्यात् इति. ञेन् धातुः यदा द्वित्वं भविष्यति तस्मात् साक्षात् प्राकेव तस्य सम्प्रसारणं भवति इति महोदय लिखति. अभ्यासस्य षष्ठ्यन्तम् अव्ययपदं द्विपदं स्वसम्प्रसारणम् इत्यस्य सम्पूर्णतया अनुवृत्तिः अस्ति. सो इदानीं ह्वे इति धातुः अस्ति किन्तु प्रथमम् आदेशे उपदेशे शिति औत्सर्गसूत्रमस्ति. एच् धातव अस्ति तेषाम् आत्वं भवति. सो ह्वे अपि ह्वा भवति. यदि ह्वा भवति तदनन्तरम् अभ्यस्तस्य ह सम्प्रसारणं च अनुवृत्तिसूत्रे आगच्छति. अभ्यस्तस्य षष्टिविभक्ति ह्व इति अस्ति धातु. षष्टिविभक्ति अपि तयोः मध्ये विशेषणविशेषभावः अस्ति वा तयोः मध्ये षष्टिः सम्बन्धषष्टिः अस्ति किम् अस्ति सम्प्रसारणमिति प्रथमा विभक्त्याम् अस्ति च इति अव्ययपदम् अस्ति. सो हे यङ् अभ्यस्त च हू य तदा एव द्वित्वं. वे इति धातु अस्ति तस्य आदेचि उपदेशे शिति अनेन ह्वा भवति. यङ् यदि विधानम् अति भवति एक धातो एकाच् हलादि क्रियासंहारे अनेन यङ् विधानं भवति. तद् यदि यङ् विधानं भवति तस्य पूर्वम् आदेश उपदेशे शिति अनेन ह्वा आगत. यदि ह्वा आगत तत् सम्प्रसारणं भवति. सो सम्प्रसारणं वर्ण ह्वा अनेन अस्ति. वकार यत् अस्ति तस्य सम्प्रसारणं भूत्वा उ आगच्छति. सो हकार उकार आकार इति भवति. तदनन्तरम् उकार आकार द्वयोः मध्ये सम्प्रसारणं च पूर्वपरयोः मध्ये पूर्वरूप यदि अच्वर्ण अस्ति सम्प्रसारणसनन्तरं पूर्वपरयोः पूर्व आदेशः तिष्ठति. सो ते हू इति भवति. हू योगय हूय इति इदानीं सनाद्यन्तधातुः इति भवति. तदनन्तरं द्वित्वम् आगच्छति. एवमेव ह्वे लिट् हू योग लिट् लिट् अपि सन् अस्ति यत्र अस्ति हू योग सन् सनाद्यन्तधातुः अपि यदि लिट् लकारे तत्र अपि द्वित्वं भवति. सो तत्र अपि समाना प्रक्रिया भवति. प्रथमं सम्प्रसारणं भवेत् तदनन्तरं द्वित्वं भवेत् इति. इदानीं यत् परिच्छेदम् अस्ति भगिनी भवती करोति वा? एकैकं वयं पठामः वा भगिनि? अस्तु तावत् तर्हि भवत्या अहं पठामि. भवती किम् अहं दोषान् करोमि वयं तु न जानीमः किन्तु तर्हि वयमपि पठामः चेत् दोषान् करोमि तत् भवती तस्य करेक्षन् करोति. अस्तु. सिद्धान्तकौमुद्याम् अभ्यस्ति भविष्यतो हि सम्प्रसारणम् अस्तु. नमस्ते भगिनि, पठामि. नमस्ते. नमस्ते सर्वेषां. नमस्कारः महोदय. कुर्वन्तः नमस्ते भगिनि. सिद्धान्तकौमुद्याम् अभ्यस्ति भविष्यतो ह्वें सम्प्रसारणं स्यात् इति वृत्तिः. तत् कथम् इति प्रश्नः. ह्वा ह्वः इति षष्ट्यन्त्यम्, अभ्यासस्य इत्यपि षष्ट्यन्त्यम्. अत्र द्वयोः सामानदर्कण्यं वा व्ययदर्कण्यं वा? अत्र काशिकवृत्तौ अस्ति ह्वः इति वर्तते. तद् अभ्यस्तस्य इत्यनेन व्यधिकरणम् अभ्यस्तयो शयति शयतिः. अत्र अहं वदामि भगिनि, मम अवगतं. सिद्धान्तकौमुद्याम्ये कौमुद्याम् अस्ति अभ्यस्ति भविष्यतो हेङ् सम्प्रसारणं स्यात् इति दत्तं प्रश्नम् उदेति अनुवृत्तिसहितसूत्रं वदति अभ्यस्तस्य अभ्यस्तस्य ह्वः सम्प्रसारणं च अत्र अभ्यस्तस्य ह्वः ह्वः इति द्वौ पदौ सामानाधिकरणम् अस्ति वा आर् वै अधिकरणम् अस्ति वा इति प्रश्नः तद् तद् काष्कावृत्तौ वदति ह्वः इति वर्तते तत् अभ्यस्तस्य इत्यनेन व्यधिकरणम् एव अभ्यस्तस्य शोयति इति पठनीयं कश्च अभ्यासस्तः एतत् वयं पूर्वमपि पठितवन्तः खलु न भगिनि सुबन्धानां विषये अपि पठितवन्तः न पठितवन्तःपि अस्ति वयं पूर्वं पठितवन्तः भगिनि महोदय अहं न श्रुणामि बट् अर्थः अपि न अहं न जानामि कृपया अर्थः वदति चेत् सम्यक् अस्ति धन्यवादः अत्र महोदय चर्चं समये अभ्यस्तस्य ह्वः मध्ये सामानाधिकरणम् अस्ति वा वै अधिकरणम् अस्ति वा वै अधिकरणम् अस्ति एव इति काशिकावृत्ति वदति समानाधिकरणं चेत् विशेषणविशेषभावः या विशेषविशेषभावः अभ्यस्तक्वे अभ्यस्तस्य ह्वयः इति भवति यदि अभ्यस्त ह्वे इति भूत्वा अनन्तरम् उभयोः अपि सृष्टिः भूत्वा समानाधिकरणं भवति किन्तु यत्र वयं व्यधिकरणम् इति वदामः चेत् समानाधिकरणम् यत्र नास्ति तद् व्यधिकरणम् इति भवति खलु उदाहरणं रामस्य पुत्रस्य नाम हरिः इति वदामः चेत् अत्र तु रामस्य पुत्रस्य इति अस्य रामपुत्रः पुत्रस्य इति न भवति रामस्य पुत्रस्य नाम हरिः इति अस्ति तर्हि तत्र व्यधिकरणम् अस्ति खलु तथा अस्ति खलु सरला भगिनी तत्र समानाधिकरणं नास्ति तत्र व्यधिकरणं तर्हि महोदय उदाहरणं दत्तवान् पुस्तकं मम मित्रस्य पुत्रस्य पुस्तकं वा पुस्तकं मित्रस्य पुत्रस्य पुस्तकम् ओके सो इति मित्रस्य पुत्र एकमेव भवितुं शक्नोति सो तत्र मित्रस्य पुत्रस्य इति विशेषणविशेषभावः भवति किन्तु यदि मित्रस्य पुत्र भिन्न जनः अस्ति तत्र व्यधिकरणं भवति सामान्यतः मित्रस्य पुत्रस्य इति श्रुत्वा वयं समानधिकरणम् अस्ति चेत् मित्रः एव पुत्रः पुत्रः एव मित्रं भवति मित्रमेव पुत्रः पुत्रः एव मित्रमपि भवति समानाधिकरणम् अधिकरणं समानम् अस्ति इति कृत्वा समानं जनम् उद्दिश्य विद्याभगिनी उदाहरणं दत्तं बालः सुन्दरं बालः एव सुन्दरं सुन्दरः एव बालः तदेव सुन्दरः सामान्याधिकरणम् अत्र सामान्याधिकरणं किन्तु अत्र तु मित्रस्य पुत्रस्य पुस्तकम् इति वदामः तत्र तु मित्रस्य पुस्तकम् इति अन्यत् अस्ति भिन्नं मित्रस्य पुस्तकम् उभयोपि समानं न सूचयति भिन्नं भिन्नं मित्रं तु भिन्नः अस्ति पुत्रः तु भिन्नः अस्ति इति कृत्वा व्यधिकरणम् अस्ति तत्र यदि तादृशं वा इति प्रश्नः भवति खलु प्रश्नः अस्ति तर्हि अत्र काशिका वृत्ति वृत्तौ अस्ति किमुक्तमस्ति ह्वः इति वर्तते तद् अभ्यस्त इत्यनेन व्यधिकरणम् अभ्यस्त यः ह्वयति इति तर्हि व्यधिकरणम् इति काशिकावृत्त्याम् उक्तमस्ति इत्युक्ते मित्रस्य यः पुत्रः इति वदामः खलु तत्र मित्रस्य पुत्रस्य इति तत्र भवति मित्रस्य यः पुत्रस्य इति वदामः तथा एव अभ्यस्तस्य यः ह्वयति इति पृथक् कृत्वा व्यधिकरणं बोधयति अस्मान् तर्हि ह्वयति इति क्रियापदं भगिनि ह्वयति नामपदमेव वा इक्ष्टिप उदात्तनिर्देशे इति अस्ति खलु ओके इक् प्रत्ययं योजयित्वा किं मन्ये अत्र प्रश्नं व्यधिकरणम् अस्ति वा चेत् कस्य अभ्यस्तस्य फयतिः इति प्रश्नः उदेति चेत् कारणम् इति अस्ति तत्र तेन अभ्यस्तकारस्य फयते कारणम् अतः प्रागेव द्विवचनात् सम्प्रसारणं भवति इति कौपदी वदति. किमर्थं कश्यति अभ्यस्तस्य क्वयति इति वदामः खलु, किमर्थम् इति तथा किमर्थं तथा वयं वदामः इति तेन अभ्यस्तकरणस्य क्वयनम् इति यत्र यत्र अभ्यस्तं कारणं कारणस्य अभ्यस्तकारणातु कारणम् अत्र अभ्यस्तस्य क्वयति इत्युक्ते अभ्यस्तकारणस्य क्वयदातु इति. तर्हि अभ्यस्तकारणं क्वयदातु इत्युक्ते एतावत्पर्यन्तम् अभ्यस्तं न जातं तर्हि अभ्यस्तात् पूर्वमेव कार्यं भवति इति क्वयतेः सम्प्रसारणं भवति इति भवति खलु. तर्हि एतावत्पर्यन्तम् अभ्यस्तकारणस्य क्वयतेः इत्युक्तमस्ति तर्हि प्रागेव किम् अस्ति द्वित्वस्य प्रागेव भवति पूर्वमेव भवति इति अनेन वयम् अवगच्छामः. मणिमहोदय किमपि उक्तवान् वा? न, अहं न जानामि. वैयादिकरणम् इत्युक्ते वहदादि एव सम्प्रसारणस्य कारणम् इति वा? आम् महोदय, भवान् वदति खलु मम पुत्रस्य मित्रम् इति वदति इत्युक्ते भवतः मित्रं वा? मम पुत्र इति अहं पुत्र इति प्रातिपदिकद्वयमस्ति खलु, उभयोः अपि षष्टिविभक्तिनिर्देशः अस्ति. तर्हि अहं पुत्र इति तत्र समानाधिकरणम् उपविशेषणविशेषभावः अस्ति वा तत्र मम पुत्रस्य मित्रम् इति वाक्ये? मम अनन्तरं पुत्र इति अहम् इति अस्ति खलु, मम इत्यस्य तु अहम् इति अस्ति, पुत्र इति अस्ति समीचीनमस्ति. अभ्यस्तस्य ह्वः इति षष्टिनिर्देशः अस्ति, ह्वः इति षष्टिनिर्देशः, अभ्यस्तस्य इत्यपि षष्टिनिर्देशः अस्ति. तर्हि उभयोः समानादि विशेषणविशेषभावः अस्ति वा इति प्रश्नः अस्ति. यदि विशेषणविशेषभावः अस्ति तर्हि पूर्वमेव अभ्यस्तं कृतम् इति कृत्वा तस्य अभ्यस्तसंज्ञा भवति, तदनन्तरं सम्प्रसारणं भवति इति अवगच्छामः खलु. यदि समानाधिकरणम् अस्ति इति समानाधिकरणम् अस्ति चेत् अहं यदा पुत्रः भवामि तदा तु कार्यं भवति खलु. यं प्रति निमित्तं नास्ति वा अत्र? किन्तु तदेव वदामः, तर्हि सम्प्रसारणं भूत्वा अभ्यस्तम् इत्युक्ते द्वित्वकार्यं खलु, तर्हि द्वित्वं भूत्वा तदनन्तरं सम्प्रसारणं भवति वा, अनेन कः निर्देशः इति प्रश्नः अस्ति. तर्हि यदि समानाधिकरणं चेत् अभ्यस्तमेव अभ्यस्त इति संज्ञकः अपि अनन्तरं क्वः इत्यपि समानं सूचयति. अभ्यस्तम् इत्युक्ते ह्वः, ह्वः इत्युक्ते अभ्यस्तं खलु. यथा सुन्दरः बालकः, सुन्दरः इत्युक्ते बालकः, बालकः इत्युक्ते सुन्दरः इति तत्र समानाधिकरणं वर्तते. उभमपि उभौ अपि उभे पदे अपि समानं सूचयति इत्युक्ते यत् ह्वः धातुः अस्ति, ह्वे धातुः, तस्यैव सम्प्रसारणं जातम् इति कृत्वा विशेषणभावः भवति खलु. तस्य अभ्यस्त इत्यपि संज्ञा भवति. तर्हि तादृशधातोः इति वयं वदामः चेत् पूर्वमेव अभ्यस्तं जातम् इति अवगच्छामः, किन्तु तथा नास्ति, अत्र समानाधिकरणं नास्ति, विधिकरणम् इति काशिकायाम् उक्तमस्ति, दृष्ट्वा वयं वक्तुं न शक्नुमः खलु. लौकिकभाषासु मम पुत्रस्य मित्रम् इति वदामः चेत् वयम् अवगच्छामः, अर्थम् अवलम्ब्य अवगच्छामः. यदि अर्थं न अवगच्छति चेत् तत्र प्रथमस्तरे यः प्रथमसोपाने प्रथमवर्गे आगत्य पठति तस्य अहं वदामि मम मित्रस्य पुत्रः इति वदामि चेत् तस्य तु किञ्चित् प्रायः यदि तस्य मनसि विशेषणस्य भावस्य अवगमनमपि किञ्चित् अस्ति इति चिन्तयतु, तर्हि तस्य किञ्चित् भ्रमः. एवं वदामि, सुन्दरस्य पुत्रस्य मित्रमिति वदामि. अत्र सुन्दरः एव पुत्रः वा, नो चेत् सुन्दरः भिन्नः पुत्रः भिन्नः इति वा प्रश्नः अस्ति खलु. सुन्दरस्य पुत्रस्य मित्रमिति वदामि चेत्, यदि सुन्दरः एव पुत्रः चेत् यः पुत्रः सः सुन्दरः अपि अस्ति खलु, तर्हि पुत्रः सुन्दरः अपि अस्ति तस्य मित्रम् इति अवगच्छामः. विषय यदि समानाधिकरणमस्ति चेत्, यदि सुन्दरस्य पुत्रस्य मित्रमिति वदामि, सुन्दरः इति भिन्नजनः, पुत्र तस्य पुत्रः भिन्नजनः अस्ति खलु, तर्हि तदा किं भवति, पितुः नाम सुन्दरः अस्ति, तदनन्तरं तस्य पुत्रः अस्ति पुत्रस्य मित्रम् इति वदामः खलु, तत्तु व्यधिकरणं भवति. तर्हि अत्र तु समानाधिकरणम् अस्ति वा इति प्रश्ने सति, यत्र अभ्यस्तस्य ह्वः इति समानाधिकरम् इति चिन्तयामः चेत्, यथा वयं सुन्दरस्य मित्रस्य इति वदामः, पुत्रस्य इति वदामः, सुन्दरः एव पुत्रः, पुत्रः एव सुन्दरः इति भवति खलु विशेषणविशेषभावः. तर्हि अभ्यस्तसंज्ञा अपि ह्वः धातोः भवति, कदा भवति, द्वित्वं भवति चेदेव भवति खलु, तर्हि द्वित्वस्य अनन्तरमेव तस्य अभ्यस्तसंज्ञा प्राप्नोति. तर्हि तादृशध्वनिधातोः सम्प्रसारणं भवति इति अस्ति वा इति प्रश्नः. अवगच्छति वा प्रश्नम्? अवगच्छति वा? अधुना तस्य उत्तरं काशिकायां दत्तमस्ति, समानाधिकरणं नास्ति, व्यधिकरणम् इति दत्तमस्ति. इत्युक्ते सुन्दरः पुत्र सुन्दरस्य पुत्रस्य मित्रम् इत्यस्मिन् सुन्दरपुत्र उभौ अपि सुन्दरस्य पुत्रः इति दत्तमस्ति. सुन्दरस्य पुत्रस्य इति पृथक् कृत्वा सुन्दरस्य यः पुत्रः तस्य पुस्तकम् इति लिखामः चेत् अवगच्छामः खलु, सम्यक् अवगच्छामः खलु. सुन्दरः भिन्नः, पुत्रः भिन्नः, सम्यक् अवगच्छामः. सुन्दरस्य यः पुत्रः तस्य पुस्तकम् इति वदामि. तथा उक्तमस्ति काशिकायाम्, अभ्यस्तस्य यः इति वदतु, अनन्तरं तस्य सम्प्रसारणम् इति पृथक् उक्तमस्ति. तदा वयम् अवगच्छामः अभ्यस्तस्य यः यः श्वः धातुः इत्युक्ते अभ्यस्तम् एतावत्पर्यन्तं न जातम्. यदि पूर्वमेव जातं चेत् समानाधिकरणं भवति, श्वःधातोः एव अभ्यस्तस्य संज्ञा अपि भवति खलु, संज्ञा पुनः आगच्छति खलु, एकमेव संज्ञा इति नास्ति खलु, भिन्नसंज्ञा अपि आगच्छति. धातुसंज्ञा अपि भवति, तस्य अभ्यस्तसंज्ञा अपि भवति. द्वित्वं कृते एव अभ्यस्तस्य च आगच्छति वा? तर्हि यदि द्वित्वं पूर्वमेव भवति चेत् अभ्यस्तसंज्ञा भवति, किन्तु अत्र उक्तमस्ति व्यधिकरणम् अस्ति, समानं नास्ति इति उक्तमस्ति. इत्युक्ते एतावत्पर्यन्तं हुवधातोः अभ्यस्तकार्यं न जातं, किन्तु अग्रे जायते इति अवगच्छामः. अग्रे इत्यस्य नाम अभ्यस्त इति भवति, किन्तु एतावत्पर्यन्तं न जातम् इति व्यधिकरणम् इति अवगच्छामः वयं. तावत् अवगच्छन्ति वा महोदय? तर्हि तथा अवगम्य, तर्हि वयम् अधुना वयं किं पृष्टमति, कः च अभ्यस्तः यः ह्वेति, कः अभ्यस्तः यः ह्वेति इत्युक्ते अभ्यस्तस्य ह्वेति इति उक्तमस्ति. अधुना सुन्दरस्य पुत्रः इति वदामः खलु, सुन्दरस्य पुत्रः यस्य पुस्तकम् इति वदामि. सुन्दरस्य यः पुस्तकं पुत्रः तस्य पुस्तकम् इति वदामि. अधुना प्रश्नः, तर्हि कः सुन्दरः इति पृच्छामः, तर्हि कः अभ्यस्तः इति पृच्छामः खलु. तर्हि कारणम् अस्ति सुन्दरः इति, पिता अस्ति सुन्दरः, अत्र तु कारणम् अस्ति अभ्यस्त इति, तावदेव. किं भगिनि कारणं अस्ति साधु धातोः सम्प्रसारणं न भवति. यदि सामान्य धातोः सम्प्रसारणं भवति चेत् भवती यथा वदति, स्वधातुः एव स्वयं कारणं भवति, किन्तु तथा नास्ति. यदा अभ्यस्तं भवितुं तस्य अवकाशः अस्ति तदा सम्प्रसारणं भवति इति, तर्हि अभ्यस्त एव तत्र कारणं भवति खलु. अभ्यस्तस्य यः कारणमिति आगच्छति साधु न? यः अभ्यस्तः सः एव कारणमस्ति खलु. अभ्यस्तः कः अभ्यस्तः यः ह्वेति इति, यः क्वेति इति खलु कः अभ्यस्तस्य कः क्वेति इति अस्ति खलु. आमामां कारणम् इति अस्ति. तर्हि तेन अभ्यस्तकारणस्य क्वेतेः इति अत्र अभ्यस्तस्य इति उक्तमस्ति खलु. इत्युक्ते तेन कारणस्य क्वेतेः इति अवगच्छामः. प्रश्नः अस्ति वा? यदि कारणं भवति चेत् अभ्यस्तकारणं भवति चेत् इत्युक्ते किम्? अभ्यस्तं केवलं कारणमस्ति. एतावत्पर्यन्तं तस्य अभ्यस्तसंज्ञा न जातम् इति अवगच्छामः. केवलं कारणमस्ति इत्युक्ते अग्रे अभ्यस्तं भवति इति कृत्वा कारणं भवति. किन्तु अत्र धातोः सम्प्रसारणस्य तत् कार्यं कारणं भूत्वा भवति इति अवगच्छामः चेत् तर्हि वयं किम् अवगच्छामः? तदनन्तरं तस्य एवं कार्यं भवति. किन्तु पूर्वं तस्य समानाधिकरणं नास्ति इति कृत्वा विशेषणं नास्ति. इत्युक्ते एतावत्पर्यन्तं तस्य अभ्यस्तसंज्ञा न जातम् इति अवगम्य वयं किं कुर्मः? तस्य प्रागेव सम्प्रसारणं भवति इति अवगच्छामः. इति उक्तमस्ति. अग्रे मणिमहोदय पठितुं शक्यते वा? अत्र प्रश्नः जातः एव. पुनः विवृतमस्ति वक्तुं शक्नोति चेत्. अत्र प्रश्नः जातः यत् वः अभ्यस्तस्य इति पदद्वयोर्मध्ये विशेषणविशेषस्य भावः वर्तते किम्? अत्र विशेषणविशेषभावः अस्ति वा इति प्रश्नः. काशिकायां यत् दत्तमस्ति सरलवाक्येन अत्र दत्तं महोदय. विशेषणविशेषस्य भावः इत्युक्ते समानाधिकरणम् यदा भवान् उक्तवती समानाधिकरणं वर्तते चेत् तर्हि द्विवचने कृते अभ्यासम्यायाम् उपजातायां सम्प्रसारणं स्यात् इत्युक्ते सम्प्रसारण द्विर्वचने इत्युक्ते द्वित्वं कृतस्य. यदि द्वित्वं भवति चेदेव तस्य सभ्यस्यसंज्ञा भवति. तदा एव विशेषणरूपेण आगन्तुं शक्नोति खलु. ओ द्विवचने इत्युक्ते सम्प्रसारणस्य अनन्तरम् ऐ मीन् द्वित्वस्य अनन्तरं तदेव वा? द्विर्वचनम् इत्युक्ते द्वित्वस्य एवं वदामि. सुन्दरस्य पुत्रस्य पुस्तकम् इति वदामः खलु. तर्हि एकनिमिषं चिन्तयन्तु. सुन्दरस्य पुत्रस्य पुस्तकम् इति वदामः. तर्हि एवं चिन्तयतु, प्लास्टिक् सर्जन् सर्जरी सः करिष्यति. एतावत्पर्यन्तं सः सुन्दरः नास्ति. तर्हि यदि वयं सुन्दरस्य पुत्रस्य पुस्तकम् इति वदामि चेत् अत्र वयं जानीमः सः एतावत्पर्यन्तं सुन्दरः नास्ति, अग्रे भविष्यति. किन्तु अधुना तु सः सुन्दरः नास्ति एव. तर्हि अत्र सुन्दरः पुत्रः इत्यस्मिन् सुन्दर इति निश्चयेन विशेष्यं न भवति इति तथा एव अत्र अपि उक्तमस्ति. यदि द्वित्वं जातं चेत् तस्य संज्ञा तु अभ्यस्तसंज्ञा भवति, तदा तु विशेषणरूपेण आगच्छति. किन्तु तद् नास्ति इति. तथैव एवं च न सम्प्रसारणे सम्प्रसारणम् इत्यनेन अभ्यासस्य सम्प्रसारणं न स्यात्. किमर्थं चेत् द्वयोः वर्णयोः सम्प्रसारणम् अपि पूर्वस्य न भवति इति इत्यस्य तदेव महोदय. एवञ्च सम्प्रसारणे यदि पूर्वमेव सम्प्रसारणं जातम् इति चिन्तयामः चेत् पूर्वस्थितः वर्णः न सम्प्रसारणं पुनः सम्प्रसारणं वयं कुर्मः वा? वयं सम्प्रसारणं कृत्वा ह्वः इति जातं, तदा पुनः सम्प्रसारणं कर्तुं शक्नुमः वा? न सम्प्रसारणे सम्प्रसारणम् इति भवति खलु. सम्प्रसारणवर्णस्य परे यत् यद्यपि सम्प्रसारणवर्णः अस्ति तदापि तस्य सम्प्रसारणं न भवति. तर्हि पुनः सम्प्रसारणं वयं न कर्तुं शक्नुमः. अतः सूत्रात् कः अभ्यस्तस्य यः वा क्वे धातुः न तु वः अभ्यस्तस्य इति इत्युक्ते सम्प्रसारणस्य कारणं वेदादि एव अभ्यस्तस्य कुह इति अभ्यस्तस्य अनन्तरं नाट् भवति इति तदेव वा आम् अत्र उक्तमस्ति अभ्यस्तस्य यः हवेन्दु इत्युक्ते सुन्दरस्य यः पुत्रः इत्युक्ते अभ्यस्तस्य यः हवेदातुः अभ्यस्तं भिन्नमस्ति अधुना भिन्नमस्ति समानं नास्ति समानाधिकरणं नास्ति तर्हि अभ्यस्तस्य यः श्वेतातुः इति पृथक् कृत्वा लिखितमस्ति न तु अभ्यस्तस्य इति स्वीकुर्मः चेत् अभ्यस्तस्य पुत्रस्य इति स्वीकुर्मः चेत् भ्रमः जायते तथा नास्ति अभ्यस्तस्य पुत्रस्य इति नास्ति इत्युक्ते समानाधिकरणमिव श्रूयते किन्तु अभ्यस्तस्य यः श्वेतातुः सुन्दरस्य यः पुत्रः अधुना किम् अस्ति सुन्दरस्य इति षष्टिविभक्तिनिर्देशः पुत्रः इति प्रथमाविभक्तिनिर्देशः तदा तु भ्रमः एव न जायते भिन्नभिन्नविभक्तिः निर्दिशति किं निर्दिशति समानाधिकरणं नास्ति इति निर्दिशति अभ्यस्तस्य इति षष्टिविभक्ति क्वः धातुः इति क्वे धातुः इति प्रथमाविभक्तिः अस्ति तर्हि वयं जानीमः समानाधिकरणम् अत्र विशेषणविशेषभावः नास्ति इति तर्हि पुनः तदेव अस्ति अभ्यस्तस्य कः हेदातुः इत्युक्ते कारणम् इत्याह तदेव कारणम् अभ्यस्तमेव कारणं भवति इति उक्तम् इत्युक्ते अनेन पठतु महोदय अनेन अनेन अभ्यस्तस्य कारणमुक्तस्य क्वे धातोः द्विर्वचनात् प्राक् एव सम्प्रसारणं भवति तदेव न सम्प्रसारणे सम्प्रसारणम् इति अर्थः अत्र किम् अस्ति सर् सम्पूर्णसूत्रं किम् अस्ति अनुवृत्तिसाहित्यसूत्रम् अभ्यस्तस्य ह्वः सम्प्रसारणं च इति दत्तमस्ति तर्हि अभ्यस्तस्य ह्वः अधुना सम्प्रसारणं कर्तुं शक्नुमः वयं किमर्थम् इत्युक्ते अभ्यस्त इति एतावत्पर्यन्तं न जातम् अभ्यस्तसंज्ञा नास्ति तादृशह्वधातोः सम्प्रसारणं करणीयम् इति उक्तमस्ति तर्हि न सम्प्रसारणे सम्प्रसारणम् इत्यस्य प्रसक्तिः अस्ति वा नास्ति एतावत्पर्यन्तं ह्वधातोः सम्प्रसारणं न जातं वर्णस्य किमस्ति वकारस्य सम्प्रसारणं न जातम् इति वयम् अवगच्छामः तर्हि अधुना सम्प्रसारणं कर्तुं शक्नुमः अस्तु इदम् उत्तरं महाभाष्यम् अनुसृत्येव काशिकावृत्तिः इति काशिकावृत्तिः दत्ता महाभाष्यम् अनुसृत्यमस्ति तदनु काशिकायामपि काशिकावृत्तिं कृतवृत्त्यां यदस्ति तद्वाक्यं वयं पूर्वं पठितवन्तः खलु सिद्धान्तकौमुद्यां यत् दत्तमस्ति काशिकास्ति पुनः उक्तमस्ति महाभाष्यमनुसृत्य एव काशिका अपि दत्तमस्ति काशिकावृत्त्यामपि दत्तमस्ति इत्युक्ते त्रिषु स्थलेषु समानं दत्तमस्ति इत्युक्ते मतभेदाः न सन्ति इति अवगच्छामः तर्हि महाभाष्यं समानमेव दत्तमस्ति अर्थं बोधयति भिन्नभिन्नवाक्यम् उपयुज्य ते प्रतिपादितवन्तः किन्तु अर्थं समानं बोधयन्ति खलु तर्हि महाभाष्ये किं लिखितमस्ति अग्रे उक्तमस्ति नाम अभ्यस्तस्य कः नाम अत्र पठामि नाम अभ्यस्तस्य कः क्वे धातुः इति प्रश्ने सति भाष्यप्रकृतिः इति उक्तम् इत्युक्ते महाभाष्ये तदेव महोदय भाष्ये किं भाष्ये इत्युक्ते महाभाष्ये आम् होभ्यस्तस्य प्रकृतिः इति सः किम् उक्तवान् महाभाष्ये सः किम् उक्तवान् वैयाकरणः सः तु उक्तवान् प्रकृतिः इति उक्तवान् अभ्यस्त कः द्वेधातुः इति पृच्छामः चेत् कीदृशहेधातुः प्रकृतिरूपहेधातुः इत्युक्ते प्रकृतिरूपम् इति वदामः चेत् किं कः अर्थः को अर्थः एतावत् पर्यन्तं सम्प्रसारणं द्वित्वं न जातम् इति अवगच्छामः तत्रैव तर्हि भाष्यकारः वदति यत् अभ्यस्तसंज्ञायाः यः प्रकृतीभूत अग्रे संज्ञा भवति तस्य प्रकृतीभूतः धातुः प्रकृत्यामेव मूलरूपे एव तस्य सम्प्रसारणं भवति, न तु द्वितं द्वितस्य अनन्तरं, मूले एव भवति, मूले भूत्वा तदनन्तरं द्वितं भवति. प्रथमं द्वितं भवति, तदनन्तरं प्रथमं तस्य सम्प्रसारणं भवति, अनन्तरं द्वित्वं भूत्वा तस्य अभ्यस्तसंज्ञा प्राप्नोति, सः अभ्यस्तसंज्ञां प्राप्नोति इति. अस्तु महोदय. भाष्यकारो वदति यत् अभ्यस्तसमेकाः यः प्रकृतिभूत ह्वेन् जातु तस्य सम्प्रसारणं भवति. अस्तु, तदेव यदा उक्तवती भवान् तदेव अत्र दत्तं, तस्य सम्प्रसारणं भवति. यत्र च यत्र अभ्यस्तसमेकः सम्भवति तत्र द्वितीयप्रकारः सम्प्रसारणं. अभ्यस्तसमेकः यदा भवति तत् भवति सम्प्रसारणस्य अनन्तरम् इति. भगिनि अहं वदामि, स्पष्टम् अस्ति वा न मम मम अस्तु. अत्र पक्षद्वयम् अस्ति, यदि अभ्यस्तस्य अपि धातु द्वयोः मध्ये यदि समानाधिकरणम् अस्ति वा व्यधिकरणम् अस्ति. समानाधिकरणतोः नास्ति, अभ्यस्तं भुव अभ्यस्तस्य इति रैट्, यदि अनुवृत्तिशतं सूत्रमस्ति. विभक्त्यां वक्तव्यं खलु भगिनि, एकं षष्टिविभक्त्यां उक्तम्, अन्यत् षष्टिविभक्त्यां न उक्तवती. ओ, अभ्यस्तस्य हुव सम्प्रसारणं च, तत्र अभ्यस्तस्य हुव अत्र तयोः मध्ये यदि वयं स्वीकुर्मः समानाधिकरणम् इति विशेषणविशेषभावः आगच्छति तत्र. अत्र तत् तत् इत्युक्ते यदि वयं समानाधिकरणम् इति स्वीकुर्मः तत्र किं भवति, वस्य अभ्यस्तं पूर्वमेव भवति, तदनन्तरं सम्प्रसारणम् आगच्छति इति तस्य अवगमनं भवति. इदानीं यदि तत् भवति तत्र इष्टरूपं न आगच्छति, कारणं कि कथम् अभ्यस्त भूत्वा यथा ह्वा ह्वा इति भवति, तदनन्तरं यदि सम्प्रसारं कुर्मः तो तत्र ह्वा ह्वा तत्र अभ्यस्तस्य द्वयोः भवति साधु, ह्वा ह्वा तत्र यदि सम्प्रसारणं भवति भगिनि तथा न इति मन्ये. अत्र रूपं सम्यक् रूपं किन्तु महोदय पृष्टवान् किं भवति इति अस्ति निश्चयेन वयं जानीमः, किन्तु अत्र प्रश्नः किम् उक्तमस्ति, न सम्प्रसारणे सम्प्रसारणम् इति महत्त्वं किम् अस्ति अत्र अस्य वाक्यस्य. यदि पूर्वमेव सम्प्रसारणं भवति चेदेव तस्य अभ्यस्तसंज्ञा भवति, विशेषणविशेषभावः इति स्वीकुर्मः चेत्, अभ्यस्तसंज्ञा अस्ति इति स्वीकुर्मः चेत् सम्प्रसारणं यत्र अभ्यस्तसंज्ञा अस्ति द्वित्वं जातम् इति कृत्वा अभ्यस्तसंज्ञा अस्ति. अधुना तत्र किम् अस्ति, तस्य सम्प्रसारणं न सम्प्राणे सम्प्रसारणम् इति तु सूत्रमस्ति अत्र. आमां क्षम्यताम्, आं तदेव न सम्प्रसारणे सम्प्रसारणम् इत्युक्ते प्रथमस्य सम्प्रसारणं न भवति, द्वितीयवर्णस्य न भवति इति अर्थः. तर्हि सम्यक् रूपं न प्राप्नुमः. समीचीनं भगिनि, तत् कार्यं न भवति. यदि व्यधिकरणम् अस्ति इत्युक्ते कथं वदामि, ह्वय अभ्यस्तस्य यः ह्वय इति साधु, ह्व अभ्यस्तस्य यः ह्व अस्ति तस्य अभ्यस्तस्य कारणम् अभ्यस्तकारणं यस्य धातुः इति वक्तव्यम्, कारणं यस्य अस्ति इति भवति साधु, अभ्यस्तकारणं ह्वस्य अस्ति भवति, अभ्यस्तकारणम् अस्ति तद् यदि इति भवतु, कारणं ह्व अभ्यस्तस्य कारणं ह्व तदनन्तरम् इति सम्प्रसारणं भूत्वा तदनन्तरम् अभवत् इति अवगमनम् आगच्छति. तर्हि ह्वः एव कारणम् इति उक्तमस्ति खलु, अभ्यस्तस्य एव कारणं ह्वः अस्ति, एतावत्पर्यन्तं न जातम् इति तर्हि अवगच्छामः. तर्हि तदा एव भवति तादृश धातोः प्रकृतिरूपधातोः प्रकृतिरूपधातोः सम्प्रसारणं भवति इति काचिका अपि तयोः सिद्धान्तकौमुदी भविष्यतो इति वदति काशिका महाभाष्ये भवति अभ्यस्तस्य प्रकृतिभूतस्य मे तस्य सम्प्रसारणं कर्तव्यं काशिका वदति अभ्यस्तस्य यः भवति भवति इति साधु अग्रे पठामि वा वाक्यद्वयम् अहं पठामि न सम्प्रसारणे सम्प्रसारणं सम्प्रसारणे परिपूर्वं स्थितस्य सम्प्रसारणं न भवति न व्ययपद न अव्ययपदं सम्प्रसारणे सत्यं पूर्वं जानीयातवन्तः न सम्प्रसारणे सम्प्रसारणम् इति पूर्णः सूत्रमस्ति प्रश्नः उदेति यत् स्वे धातोः एजन्तत्वात् तस्य आदेशोपदेशे अशीति इत्यनेन आत्वं भवति किम् अवश्यं भवति पर्जन्यवत् भवति फलं नास्ति इति कारणतः न प्रदर्शते किन्तु भवति आत्वस्य अनैमित्तिकत्वात् सम्प्रसारणात् प्रागेव भवति वयं पूर्वमेव उक्तवन्तः खलु यत् यत्र अनैमित्तिकम् अस्ति तत्तु अन्तरङ्गं भवति इति उक्तवन्तः तर्हि पूर्वपरम् इति अन्तरङ्ग किमस्ति तेषां तु उत्तरोत्तरं बलीयः इति उक्तवन्तः तर्हि अन्तरङ्गं बलवद् भवति निमित्तमेव नास्ति चेत् तत् अन्तरङ्गं भवति इति उक्तवन्तः तर्हि तादृशं बलवद् भूत्वा प्रथमं भवति तर्हि श्वे धातोः तु प्रथमं तु धातोरकाचो हलादेः क्रियासमभिहारे यन् इत्यनेन स्वेयोगः यन् इति यन् प्रत्ययस्य विधानम् अनन्तरं निमित्तं नास्ति इत्यनेन आदेश उपदेशे अशीति इति अन्तरङ्गं सूत्रं भूत्वा तस्य प्रथमं कार्यं भवति एच आदेशः भवति तर्हि ह्वा इति भवति क्वा योगः य इति अधुना तु अभ्यस्तस्य अधुना तु अभ्यस्त संयोगोः इत्यनेन अभ्यस्तस्य अभ्यस्तकार्यम् अग्रे भवति तर्हि तादृश क्वे धातुः अस्ति अत्र प्रकृतिरूपम् अस्ति तर्हि तादृश क्वे धातोः प्रकृतिरूपम् इत्युक्ते अत्र एतावत्पर्यन्तं प्रत्ययनिमित्तिकं कार्यं किमपि न जातम् इति कृत्वा प्रकृतिरूपम् इति चिन्तयामः तर्हि अभ्यस्तस्य च इत्यनेन सम्प्रसारणं भूत्वा ख उ आ योगः य अत्र सम्प्रसारणाच्च इति सूत्रेण पूर्वपरयोः स्थाने पूर्ववर्णः आगच्छति तर्हि हु य इति भवति अधुना हलः इत्यनेन अङ्गवयवात् हलः यदुत्तरं सम्प्रसारणं तदन्तस्य अङ्गस्य दीर्घादेशः भवति इति कृत्वा किमस्ति हल् वर्णः अस्ति तदनन्तरं सम्प्रसारणवर्णः अस्ति हल् वर्णः तु हकारः अस्ति तदनन्तरं सम्प्रसारणवर्णः अस्ति तदन्तस्य अङ्गस्य दीर्घादेशः तर्हि तादृश अन्तः अत्र अस्ति तस्य तु दीर्घादेशः भवति इति कृत्वा उकारस्य दीर्घादेशः भूत्वा हू य इति भवति अधुना पुनः पर्जन्यवत् अकृत् सार्वधातुको दीर्घः इत्यनेन पुनः दीर्घादेशः भवति हूयदेव स्वरूपमस्ति द्वित्वम् अधुना अग्रे तु संयोः इत्यनेन द्वित्वं भवति तर्हि हूय इति भवति तर्हि क्षम्यतां हूय इत्यस्मिन् किम् अस्ति हलादिः अस्ति इति कृत्वा संयोः इत्यनेन द्वित्वकार्यं तदा तु हू इति हलादिः अस्ति तर्हि एकाचो द्वे प्रथमस्य इत्यनेन भवति तर्हि अत्र तु एकाच् भागः द्वयं वर्तते हू इति प्रथम एकाच् भागः य इति द्वितीय एकाच् भागः तर्हि प्रथमस्य द्वित्वं भवति हू हू य इति तदनन्तरं ह्रस्वः इत्यनेन हु हू य इति भवति तदनन्तरं कुहोश्युः इत्यनेन द्यु हू य इति भवति भूत्वा अभ्यस्य चर्चा भवति वा अभ्यस्य चर्चा भूत्वा तृतीयवर्णः पुनः आदेशः भवति तृतीयवर्णस्य एव स्थाने पुनः तृतीयवर्णः आगच्छति तर्हि जुहूय इति भूत्वा अधुना किम् अस्ति यत्र अभ्यासस्य उकारः अस्ति इति कृत्वा गुणो यङ् लुकुः इत्यनेन दीर्घोकितः दीर्घोकित आमां दीर्घोकितः भूत्वा किं भवति पुनः जुहु पुनः वदतु जुः इति भूत्वा तदनन्तरं गुणो यक्लुको इत्यनेन कारस्य गुणं भूत्वा आं महोदय उक्तवान् अत्र अहम् अधुना स्मरामि जो भवति तर्हि जो हूये इति यमन्तदातुः जो हूयते इति अत्र अस्माकं प्रश्नः नास्ति खलु अग्रे सरामः वा पुनः भवति बर्ला भगिनी पठति वा भगिनी हुवा इति धातोः अर्थं किम् अस्ति आह्वयति इति साधु आह्वयति पुनः पुनः आह्वयति जोहूयते माता बालं जोहूयते अहं तु विवाहितां पुत्रीं माता जोहूयते इति बालः क्रीडति माता जोहूयते अग्रे भगिनी पठति वा अस्तु इकारान्त इकारान्त च धातूनां यङन्तधातुः सिद्धि सामान्यधातवः यङ् प्रत्ययः ङित्वा गुणनिषेधः सार्वधातुक आर्धधातुकयोः प्रथममपि अनुवृत्ति इति केवलं पठामि साधु इगन्त अङ्गस्य एकः गुणः भवति सार्वधातुके आर्धधातुके च प्रत्ययपरे अनुवृत्तिसूत्रम् अस्ति एकः अङ्गस्य गुणः सार्वधातुक आर्धधातुकयोः वयं जानीमः सार्वधातुक आर्धधातुकयोः इति अस्ति यदि अङ्गस्य एकः गुणः अस्ति तस्य अङ्गस्य एक वर्ण यदि इक् अन्ते अस्ति तस्य इक् प्रत्याहारस्य कोऽपि वर्णः अन्ते अस्ति तस्य सार्वधातुक आर्धधातुकपरे प्रत्यये तस्य गुणः भवति कितिङ् इति च यः प्रत्ययः गित् कित् अथवा ङित् अस्ति अपि च तस्मात् प्रत्ययात् पूर्वं तस्य एव प्रत्ययस्य कारणात् एक स्थाने गुण या वृद्धिः वा भवति स्म स गुणवृद्धिः न भवति इति अनुवृत्तिसहितसूत्रमस्ति कितिङ् इति च एकः गुणवृद्धिः न भवति कितिङ् इति च इति सार्वधातुक आर्धधातुकयो वा पुगन्तलघु उपपद पुगन्तलघु एकपदस्य तस्य निषेधसूत्रम् अस्ति यः प्रत्ययः कित् कित् ङित् अस्ति तस्य पूर्व एक अङ्गस्य एक प्रत्याहारस्य कोऽपि वर्णः अस्ति तत् तस्य गुणयावृत्तिः न भवति तस्य बाधां करोति यः प्रत्ययः यकारादिकृत सार्वधातुकयोः भिन्नश्च अथ इकारान्तधातूनां दीर्घ आदेशो भवति अकृतसार्वधातुकयोः दीर्घ इत्यनेन अजन्त अङ्गस्य दीर्घादेशो भवति कृतदन्तसार्वधातुकभिन्न यकारादिप्रत्ययपरे तदा विशिष्ट अभ्यासकारे गुणो यङ् लुकोः इत्यनेन अभ्यासस्य गुणयङि परे इदानीं वयं दृष्टवन्तः प्रकृति सूत्रे सार्वधातुक आर्धधातुकयो अनेन अङ्गस्य या धातोः गुणः भवति किन्तु कितिङ् इति यदि प्रत्ययः अस्ति परे तस्य गुण वा वृद्धिः बाधितं भवति किन्तु यदि अकृतसार्वधातुकयो दीर्घः भवति यदि सार्वधातुकप्रत्ययः नास्ति वा कृत् नास्ति तत्र यथा यङ् अस्ति यङ् अस्ति तत्र पूर्वाङ्गस्य इति दीर्घ आदेशो भवति यथा वयं पूर्वं दृष्टवन्तः सो दीर्घ आदेशो भवति तदनन्तरं गुणो यङ् लुको इति विशिष्टसूर्य अभ्यासस्य यत् अस्ति तत्र गुणः भवति सो अत्र अभ्यासस्य गुणः भवति गुणो यङ् लुको अनेन सो फलितमस्ति वयम् इक् वर्ण यत् अस्ति तत्र गुणो यङ् लुको अनेन वयम् अभ्यासस्य गुण आप्नुमः प्राप्नुमः अहं पठामि वा कोऽपि अन्य पठेति प्रक्रिया एकवारं प्रथमस्य प्रक्रिया धातु जी अस्ति धातोर् एकाचो हलादे क्रियासमहारे यङ् अनेन जी योग यङ् सार्वधातुक आर्धधातुकयोनेन गुण आदेश इति ङिति च इत्यनेन गुणनिषेध जी योग य अकृत सार्वधातुकयोः दीर्घः इत्यनेन अजन्त अङ्गस्य दीर्घ आदेश भवति जी योग य हिद्धित्व सामान्य अभ्यासकार्यं जि जि हस्व अनेन भवति योगय गुणो यङ्लुको इत्यनेन अभ्यासस्य गुण यङि जे जीय इति यङ् धातु यङन्तधातुः जे जीय योगति अतो गुणे इत्यनेन पूर्व परयोः स्थाने पर रूपम् एक आदेश जे जीयते. सो यदि जी धातु स्वीकुर्मः तत् विवक्षानुगुणं धातो एकाचो हलादि क्रियासंहारे यङ् अनेन यङ् विधानं यदि अस्ति तस्य पूर्वं प्रसक्ति अस्ति सार्वधातुक आर्धधातुकयोः गुणः भवितुं शक्नोति कारणं कि यङ् इति आर्धधातुकप्रत्ययः अस्ति. किन्तु कितिङिति इति सूत्रं यदि आगच्छति यङ् इति ङित् अस्ति अतः गुणनिषेधः भवति गुणकार्यं न भवति. इदानीम् अकृतसार्वधातुकयोः दीर्घ अनेन जि धातु अजन्तम् अस्ति अकृत् अस्ति कित् नास्ति सार्वधातुकं यङ् प्रत्ययः नास्ति अतः तस्य प्रसक्तिः भवति. सो जि तस्य दीर्घत्वं भवति जी भवति. सो जी योग य भवति. इदानीं जीय इति सनाद्यन्तधातु संज्ञा भवति. यदि सनाद्यन्त धातुसंज्ञा भवति तत्र संयङो अनेन द्वित्वं भवति जीय इति अनेकाच अस्ति. सो प्रथम एकाचो भागस्य द्वित्वं भवति. सो जी जीय इति भवति. जी जीय यदि भवति तदा सामान्य कार्याणि भवति ह्रस्वनेन पुनः जीय भवति. जीय भवति तद् दीर्घो कित आगच्छति विशिष्टकार्यं. तु पुनः इकारस्य दीर्घत्वं भवति जी जीय भवति. गुणो यङो यङ् लुको अनेन अभ्यासस्य इक्वर्णस्य गुणः भवति. सो जे जीय इति रूपं भवति. इति इदानीं यङन्तधातु निष्पन्नं भवति जे जीय. तदनन्तरं लट् विवक्षायां शप् विधानं भवति अपि आत्मनेपदे इति सिद्धतिङ् प्रति आगच्छति. सो जे जीय योग अयोग ते इति भवति जे जीय योग तत्र अतो गुण अनने पूर्वपरयोः पररूपं तिष्ठति तो रूपं भवति जे जीयते. सरलमस्ति खलु की करोति वा की धातु की धातु यङ् विधीयते धातोरेखाचो हलादे क्रियासमभिहारे यङ् इति सूत्रेण अत्र सार्वधातुक अङ्गकार्यमस्ति इक्वर्ण अस्ति अतः सार्वधातुक आर्धधातुकयोः इति गुण आदेशः. परन्तु यङ् इति किद्दिति इति तत् गुणनिषेधः भवति. किया इति अत्र प्रथमम् अकृतसार्वधातुकयो दीर्घः इति सूत्रेण दीर्घ एकारः भवति खीय. द्वितं समये खी खीय हर्ष्वः इति सूत्रेण दीर्घ प्रद अभ्यासः हर्ष्व भवति. जी क्री खी खि खीय अनन्तरम् धातोर् एकाचो धातोर् अखिति इति सूत्रेण पुनः दीर्घः भवति खी खीय. गुणो यङ् लुकोः इति सूत्रेण खे खीय. कुहोचुः इति सूत्रेण ककारस्थाने चकार आगच्छति छे खीय इति रूपम्. केकीया यवत्ते कत्र शप् आगच्छति केकीया योगः आयोगते अथवा गुणेतसूत्रेण पूर्वपदयोः स्थाने पररूपम् एकादेशः भूत्वा अत्र तु चेकीयते न भगिनि अत्र कोः चुः इति वयं पठितवन्तः खलु तर्हि ककारवर्ग अभ्यस्त यत्र भवति तत्र कवर्गस्य स्थाने च वर्गः आदेशः भवति इति उक्तवती वा अस्तु गुणकारम् अनन्तरं कृतवती ओ अन्ते कृतवती वा जी गुणो यङ् लुको कृत्वा के कीय के अनन्तरम् अहं कृतवती प्रथममेव कुहोश्चुः करणीयं भगिनि प्रथमं सामान्यकार्यमस्ति इति मन्ये धन्यवादः यत्र ह्रस्वः भूत्वा तदनन्तरं के कीयते इति रूपं निष्पन्नम् अग्रे महोदय अग्रिमं कर्तुम् इच्छति वा धन्यवादः क्रीधातुः अत्र यङ् भवति धातुरेखाचारादिक्रियासमये यङ् इत्यनेन अनन्तरं इकारः अतः गुणकार्यं भवितुमर्हति सार्वधातुकादिकम् इत्यनेन परन्तु अत्र यङ् प्रत्ययः नित्यस्ति अतः तिचिनीति इत्यनेन न गुणः भवति अतः क्री एव तिष्ठति अनन्तरं दीर्घपितः इत्यनेन अङ्गकार्यं क्री तथैव भवति पतिन्यवत् भवति अनन्तरं सन्यं भवति न द्वितं भवति क्री क्री इति अनेकाच् एकः अस्ति एकः अस्ति अच्वर्णः अधः तदैव द्वितं भवति क्री क्री इति अनन्तरम् अभ्यासकार्यं सामान्यपरिकार्यं ह्रस्वः इत्यनेन क्री इति अनन्तरम् अलादिशेषः इत्यनेन की एव तिष्ठति की क्री योः यङ् भवति इदानीम् अनन्तरं दीर्घोक्तः विशिष्ट अभ्यासकारं दीर्घोक्तः इत्यनेन रेफस्य द्वितं भवति वा महोदय किं नान्द्रा संयोगादयः इति अस्ति खलु अनेन रेफस्य द्वितं न भवति खलु रेफस् अतः अजन्तधातुः अस्ति न महोदय तत्र भगिनी मम प्रश्नः अस्ति क्री क्री इति न भवति खलु इति मम प्रश्नः अस्ति तत्र यत्र द्वित्वं भवति नान्द्रासंयोगादयः इत्यनेन वर्णं कि क्री इति एव अस्ति खलु रेफस्य कदापि न भवति खलु न भवति कि अतः कि एव मम प्रायः दोषः अस्ति भगिनि कि क्री इति अत्र एकवारं पश्यामः नान्द्रसंयोगादयः किं वदति इति हलन्त गतसप्ताहे नान्द्रसंयोगादयः वदति अनेकाचः अजादेः धातोः द्वितीये प्राप्ते तस्मिन् धातोः द्वितीये एकात् समुदाये उपस्थितान् ओ तर्हि अजादिधातूनाम् एव तत् तथा अस्ति महोदय नो चेत् किं भवति रेफस्य यद्यपि लोपः भवति किम् अस्ति तर्हि अजादिधातूनाम् एव नान्द्रासंयोगादेः इत्यनेन रेफस्य चित्रं न भवति क्षम्यतां तर्हि हलादिशेषः इत्यनेन रेफस्य लोपः भवति प्रथमं तु आगच्छति क्री क्री इत्येव भवति तदनन्तरं हलादिशेषः इत्यनेन क्री अनन्तरं कुहोचुः इत्यनेन ककारस्य चकारः भवति चि एव चि क्री योः यङ् अनन्तरं दीर्घोक्तः इत्यनेन दीर्घत्वं भवति चि इति चि क्रि यः य अनन्तरं गुणो यं लुकः इत्यनेन सि स्थाने गुणं भवति चे क्रिय इति रूपं भवति. इदानीं नित्व अधः आत्मनिपत्तिरूपं भवति ते इति अत्र नेनीय अत्र कर्तरि सप् इति न सप्भ्य आगच्छति अधः पूर्वपरयोः आदौ गुणे इति सूत्रं कार्यं कृत्वा अपूर्वपरयोः पररूपम् आदेशः चे क्रियते इति रूपं महोदय. क्षम्यताम् आम् महोदय. अत्र सर्वदा अनुवृत्तिसहितं प्रथमवाक्यम् अत्र सूत्रं दत्तं अकृतसार्धातुक सार्धातुकयोः दीर्घः अजन्ताङ्गस्य दीर्घः भवति कृत् भिन्नः सार्वधातुकभिन्नः अकारन्ति प्रत्यये परे अनुवृत्तिसहितसूत्रम् अचः अङ्गस्य दीर्घः इ अकृतसार्धातुकयोः अचः अङ्गस्य दीर्घः भवति यदा यकारः परे अस्ति अनन्तरम् अकृत् धातुः अपि असारधातुः अपि अस्ति चेत् अत्र दीर्घः भवति नेत्र नास्ति महोदय. अचः तदेव उक्तवान् महोदय इदानीं गुणो यङ् लुकोः अभ्यासस्य गुणो भवति यङि यङ् लुकि अनुवृत्तिसदसूत्रम् अङ्गस्य अभ्यासस्य गुणः यङ् लुकोः अभ्यासवर्णस्य गुणो भवति यङि यङ्लुकि प्रत्यये परे इति विशेषसूत्रं यङि साधारणतया नित् अस्ति कः परे अस्ति चेत् किञ्चिदिति तेन गुणः न भवति परन्तु शिष्येन सूत्रवात् गुणः भवति. अग्रे पठामि वा? अस्तु धन्यवादः. अयङ् इति सूत्रम् अत्र किम् अस्ति इत्यनेन शीङ् धातोः ऐ आदेशः भवति यकारादि कित्वित् प्रत्ययपरे इति शीङः सार्वधातुके गुणः इति वयं सूत्रं पठितवन्तः. तस्य अनन्तरं यत् सूर्यं सूत्रमस्ति एतत् अस्ति अयन् इमिति इति किं वदति इत्यनेन शीङ् धातोः ऐ आदेशः भवति यकारादि कित्नि प्रत्ययपरे इमिति इत्यनेन अवगच्छामः यकारादि कित्नि इत्यस्ति तर्हि तस्य ऐ इति आदेशः भवति. तर्हि यङ् इत्यस्य कः अग्रे पश्यामः तर्हि तदा द्वित्वसामान्य अभ्यासानन्तरं दीर्घोकितः इत्यनेन अकित् अभ्यासस्य दीर्घादेशो भवति यङि परे. प्रथमम् अयङ् इमिति इत्यनेन ऐ आदेशः भवति शिङ्गिधातोः ईकारस्य स्थाने ऐ आदेशः भवति. तदनन्तरं दीर्घोकितः इत्यनेन तस्य अभ्यासस्य दीर्घः भवति इति उक्तमस्ति. तर्हि पश्यामः एकवारं शीयोगः यङ् इत्यस्ति अधुना अयङ् इमिति इति सूत्रेण किमर्थं यकारादिप्रत्ययः अस्ति किञ्चित् अस्ति इति कृत्वा अय् आदेशः भूत्वा शै इति भवति. शै योगः य इति अस्ति अधुना सामान्य अभ्यासकार्यं भवति तदा तु हलादिदातुः इति कृत्वा एकाचौधे प्रथमस्य इत्यनेन भवति. तस्मात् तर्हि प्रथम अभ्या प्रथम एकाचवर्णः कः इति भागः कः इति पृच्छामः चेत् तत्र किम् आसीत् हल् भगिनी स्मरति वा हल् परे संयोजम् इत्यनेन अजीनं तु अत्र यकारः अस्ति यकारः अग्रे परे यः यकारः अस्ति यः प्रत्ययः अस्ति तेन संयोजनं भवति तस्य. तर्हि प्रथम एकाच् भागः श भवति द्वितीय एकाच् भागः इय इति भवति. तर्हि प्रथम एकाच् भागस्य द्वित्वं भवति एकाचोपि प्रथमस्य इति तर्हि श श इय इति कृत्वा अधुना दीर्घोकितः भवति. किमर्थं अकित् अस्ति अत्र तु अकित् अस्ति आदेशः तु अकित् अस्ति इति कृत्वा किमपि कित् आदेशः न जातम् इति कृत्वा दीर्घादेशः भवति तर्हि शाशय इति भवति शाशय इति यङन्तदातुः शाशय इत्यत्र अतो गुणे इत्यनेन पूर्वपरयोः स्थाने एकः पररूप आदेशः भवति इति शाशयते इति तत्र अस्ति तर्हि शाशय्यते इति रूपं प्राप्नुमः दीर्घकितं वदति अकित् अभ्यासस्य दीर्घादेशो भवति यमि यमि इति च तत्र क्लेशः नास्ति यदि कश्चनपि कित् आदेशः भवति चेत् तत्र तु कित् अभ्यासः भवति अधुना तु तादृश आदेशः कित् अभ्यासः नास्ति इति कृत्वा दीर्घादेशः भवति यथा पुक् आगमः लुक् आगमः तत्सर्वं भवति चेत् कित् आदेशः भवति कित्तङ्गं भवति अधुना तु कित्तङ्गं नास्ति इति कृत्वा अभ्यासस्य दीर्घादेशः भवति अनन्तरम् अयन् ईम् इति सूत्रं वदति शीङ्धातोः अय आदेशः भवति यकारादि कित्वित् प्रत्यये परे इत्युक्तमस्ति तर्हि ओ अयङ् इत्येव आदेशः साक्षात् नकारस्य लोपः भवति हलन्त्यम् इत्यनेन प्रायः अकारः अयङ् इत्यस्य अकारः अजनुनासिकः स्यात् द्वितीय अकारः तर्हि अय् इति शिष्यते समीचीनं तर्हि शीङः अङ्गस्य अयङ् इत्यस्मिन् नकारस्य यत्संज्ञा यकारोत्तरवती अकारस्य उच्चारणार्थः तर्हि उच्चारणार्थः अस्ति तर्हि इक् च इं च इमौ तौ इतौ यस्य सः द्वन्द्वगर्भौ बहुव्रीहिः अस्मिन् इति अयं प्रथमान्तम् इ सप्तम्यन्तम् इति सप्तम्यन्तं त्रिपदमिदं सूत्रम् शीङ्गः सार्वधातुके गुणः इत्यस्मात् शीङ्गः इत्यस्य अनुवृत्तिः तर्हि अङ्गस्य इत्यस्य अधिकारः अनुवृत्तिसहितसूत्रं शीङ्गः अङ्गस्य अयङ् ईम् इति अयङ् इति आदेशः तर्हि अयङ् ईम् इति शीङ्गः अयङ् ईम् इति अधुना नित् इति निच्छ इति अस्ति अत्र प्रश्नः अस्ति अस्माकं नित् इति आदेशः यद्भवति सामान्यतया किं भवति अनेकाल् अस्ति चेत् सर्वस्य अपि भवति स्म किन्तु नित् अस्ति चेत् अन्त्यस्य एव भवति इति कृत्वा एव अयङ् इति नित् अस्ति नो चेत् सामान्यतया अत्र तु अनेकाल् वर्णाः सन्ति अकारः यकारः इति वर्णद्वयम् अस्ति अल् वर्णद्वयम् अस्ति इति कृत्वा पूर्णतया आदेशः भवति स्म शीङ् इति स्थाने तत् न भवति निश्चयेन अन्त्यस्य एव भवति केवलम् ईकारस्य स्थाने एव अय् आदेशः भवति तर्हि अनेकाश्चित् सर्वस्य भवति आदेश अनेकाल् अनेके आदेशे एकैव वर्णः अपि न तु अनेके वर्णाः अथवा षित् चेत् स्वस्थानिनः स्थाने भवति न तु अन्त्यवर्णस्य तर्हि किम् अस्ति अनुवृत्तिसहितसूत्रम् अनेकाश्चित् सर्वस्य सर्वस्य स्थाने हलन्त्यम् इति सूत्रस्य अपवादः अनेकाश्चित् सर्वस्य अनन्तरं तस्य अपवादः निश्चय इति सूत्रम् इति कृत्वा अत्र तु अन्त्यादेशः एव भवति अयङादेशः प्रश्नः नास्ति सन्ति मम भवतां समीचीनमस्ति तावत्पर्यन्तं ओ श्वीर् न कृतवन्तः वा भगिनी क्षम्यतां भगिनी तदपि अस्ति इति चिन्ता भगिनी महोदयस्य तु मुद्रणे श्वी इत्यपि पश्यामि अस्तु अहं पठामः तत्र नूतनतया किमपि नास्ति इति मन्ये अस्तु अहं पठामि वा आम् आं भगिनि तदर्थमेव अहं श्री धातुः अस्तु विभाषा श्वे इत्यनेन श्वि धातु विकल्पेन सम्प्रसारणं यङि परे सम्प्रसारणपक्षे श्वि योग यङ् विभाषा श्वे इत्यनेन सम्प्रसारणं श्यु योगय हलः इत्यनेन अङ्ग अवयवात् हलः यदुत्तरं सम्प्रसारं तत् तदन्त अङ्गस्य दीर्घ आदेशो शु योगय अकृत्तसार्वधातुकयोः दीर्घ इत्यनेन अजन्त अङ्गस्य दीर्घ आदेश कृदन्तसार्वधातुकभिन्न यकारादि प्रत्ये परे शु योगय दित्वा सामान्याभ्यासकार्यं शु शु योगय गुणो यङ्लुको इत्यनेन अभ्यासस्य गुण यङि शो शूय इति यङन्तधातु शोषूयते शो इति भवति शोषूयते इति विभाषा श्वे यदि धातुः अस्ति श्वे श्वे धातु इत्यनेन विकल्पेन सम्प्रसारणं भवति अनेन सूत्रेण सो एकपक्षे सम्प्रसारणं भवति एकविकल्पेन अन्यपक्षे न भवति यस्मिन् पक्षे सम्प्रसारणं भवति तत्र सम्प्रसारणद्युतस्य आदौ करणीयं सो श्वीयोग यङ् इति धातु एकाचोहलादिक्रियासमारेण यदि यङ् विधानं भवति तत्र वकारस्य स्थाने उकार आगच्छति उ अत्र षि अत्र उ तयोः मध्ये ओ इकारपरे अस्ति उकारस्य सो सम्प्रसारणं च अनेन उ पूर्वपरयोः पूर्वसम्प्रसारणं यत् अच अस्ति तत् तिष्ठति शु गय इति भवति इदानीं हल् अनेन हल् वर्णस्य अनन्तरं यदि सम्प्रसारणम् अने वर्ण अस्ति तस्य दीर्घत्वं भवति तो शु शु भवति शु योगय अकृतसार्वधातुकयो दीर्घ इति यकार इति प्रत्यय अकृत् नास्ति सार्वधातुकमपि नास्ति अतः तस्य कार्यं भवति पर्जन्यवत्तिष्ठति शूय इति भवति इति यङन्त सनाद्यन्तधातुसंज्ञा आगच्छति तदनन्तरं ह्रस्व द्वितं करणीयं संज्ञो अनेन सो प्रथम एकाचो भवति शूय इति भवति ह्रस्व अनेन शूय भवति तदनन्तरं दीर्घोकित अनेन पुनः शूय भवति गुणोयङ्को अनेन अभ्यासस्य इकान्ताङ्गस्य गुणः भवति शोषूय इति यङन्तधातु तदनन्तरं शप् ते इति शोषूय योग शप् तत्र अवशिष्यते अतो गुणो अनेन अतो गुण अनेन पूर्वपरयो पररूपं भवति सो शोषूयते इति निष्पन्नं भवति यदि विपक्ष अस्ति अत्र सम्प्रसारणं न भवति तत् तत्र सामान्यकार्यं भवति शिवयोग यङ् योग आकृतसार्वधातुकयो दीर्घ इत्यनेन अजन्ताङ्गस्य दीर्घादेश श्वी योगय द्वित्व सामान्याभ्यासकारणं शिश्वीय गुरुयङ्को शेष्वीय शेष्वीय इति यङन्तधातु शेष्वीयते तो इति श्वी योग यङ् यत् अस्ति तत्र इदानीं सम्प्रसारणं भवति सो अकृतसार्वधातुको धातुकयो दीर्घनेन श्वी श्वीय इति भवति श्वीय इति सनाद्यन्त य इति श्वीय इति सनाद्यन्तधातु संयङोनेन प्रथमे काचौ सो श्वी श्वीय तदनन्तरं श्वी तस्य ह्रस्व अनेन शिश्वीय भवति हलादिशेष अनेन शिश्वी केवलं शि इति तिष्ठति शिश्वी इति भवति शिश्वी शिश्वीय इति भवति इदानीं दीर्घोकित अनेन शिश्वी भवति गुणोयङ्को अनेन शेष्वीय शेष्वीय तदनन्तरं शप् अपि ते इति शेष्वीयते इति भवति विभाषा श्री इति सूत्रं वदति श्वि धातोः विकल्पेन सम्प्रसारणं भवति लटि यङि च श्वेते सम्प्रसारणं वा स्या लिटि यङि च विभाषा प्रथमान्तं श्वे षष्ठमन्त्यं त्रिपदं द्विपदम् इदं सूत्रं श्यङ् सम्प्रसारणम् इत्यस्मात् सम्प्रसारणम् इत्यस्य अनुवृत्ति लिङ्गङुश्च इत्यस्मात् लिङ्गङु इत्यस्य अनुवृत्ति अनुवृत्तिसहितसूत्रं श्वेविभाषा सम्प्रसारणं लिङ्गङु इति श्वी धातोः विभाषा श्वे श्वी धातोः विकल्पेन सम्प्रसारणं भवति द्वितीयङि च इति यत्र द्वितं भवति तत्र लिट् लकारे अपि यङि इति भवति लिङ्गङुचि इति भवति स्यास् लिटि यङि च इति सूत्रम् अस्ति न स्यास् लिटि यङि च भगिनि भगिनि किं भगिनि स्यास् लिटि यङि च इति सूत्रस्य नाम अस्ति सम्बन्ध वा श्वयते सम्प्रसारणं वा स्यात् लिटि यङि च कुत्र पठति विभाषा श्वी इत्यस्य श्वी धातो विकल्पेन सम्प्रसारणं भवति लिटि यङि च साधु तदनन्तरम् अस्ति श्वतेः श्वयतेः सम्प्रसारणं वा स्या लिटि यङि च स्यात् लिटि यङि च अस्तु अस्तु केवलं प्रथमवाक्यम् अस्तु किन्तु लिङ् यङो तत्र सन्धि लिट् यङो साधि ओसो लिट् इति तस्य लिट् यङो इति भवति जलाञ्चन्ति अस्तु गुणो गुणो यङ्ग्लको वयं जानीमः अभ्यासस्य गुणो यङ्ग् भवति गुणो यङ्ग्लको हलो भगिनि तर्हि नूतनतया वयं किं पठितवन्तः विभाषेष्वे इति नूतनसूत्रमस्ति अनन्तरम् अयङ् अयङ् यङ्ति शीङ् धातो अयङ् इति आदेश भवति भगिनि कथं केवलं ह्वे धातोः सम्प्रसारणं पूर्वं भवति सर्वे सम्प्रसारणे इति तत्रापि सम्प्रसारं पूर्वं भवति अभ्यस्तकार्यं अनन्तरं भवति कथं केवलं ह्वे धातोः प्रति इति दत्तमस्ति अस्ति किमर्थम् इत्युक्ते ह्वे धातोः किं किम् अस्ति अत्र षष्ठी अभ्यस्तस्य अनन्तरं ह्वयः इति अस्ति तत्र उभयत्र षष्ठी भ्रमः जायते खलु अन्यथा तु भ्रमः नास्ति अङ्ककार्यं प्रथमं कुर्मः तदनन्तरमेव वयं सम्प्रसारणकार्यं कुर्मः इति जानीमः अत्र तु तथा नास्ति खलु समापयामः वा धन्यवादः धन्यवादः शुभदिनं धन्यवादः